सर्वेषां नमस्कारः. तर्हि अत्र लुङ् लकारे कर्मणि भावे लुङ् इत्यस्मिन् विषये वयं चर्चा प्रवर्तते. भगिनी, तर्हि छिन्नद्भावः यत्र भवति निमिषद्वयात् कार्याणि कानि इति वदति किम्? अस्ति यत्र चिन्वद्भावः अस्ति तत्र चिन्वत् यत्र अस्ति तत्र ऋत्वत् भवति अपि तत्र ये कार्याणि ऋत्व प्रति भवति ते अपि भवन्ति यथा अचोञ्जनति अथ उपधायां वृद्धिकार्यं होहन्तेषु इति हकारस्य कुत्वं भवेत् इति द्वे अन्याकार्याणि अपि सन्ति. तस्य अनन्तरं इदागम अपि भवति धातुः अन्यत् भवति किन्तु तत्र चिन् पक्षे तस्य इडागमस्य नित्यम् अस्ति तत्र. सो तत्र इति स्मर्तव्यं सिद्ध प्रतिङ्गप्रत्या तत्र आगच्छन्ति ईशाताम् एते इषत इष्ठा इषाताम् इत्वम् इषि इषवै इष्महि अपि इति स्मर्तव्यं. यदि प्रथमपुरुषे एकवचने चिन्भावकर्मणो चिन्लुक् इति सूत्रेण सूत्रद्वये द्वे भावकर्मणो पक्षे वा अपक्षे प्रथमपुरुष एकवचने प्रथमपुरुष एकवचने द्वयो अन्यत् स्टेट् अस्ति अचिन्वत्तपक्षे कार्यम् एकमेव भवति समानं भवति चिन्नति अस्ति तत्र. तर्हि अस्तु भगिनि, तर्हि अजन्तधातूनां हन् ग्रहद्रश् इति धातूनां चिन्वद्भावः विकल्पेन भवति इति पूर्वमेव उक्तवती आसीत् मुद्रणेन. अनन्तरमस्ति अथोणिति अथोपदायः इति वृद्धिकार्यम्. अनन्तरम् आत् आदन्तानां दातानां धातूनां युक्कागमः भवति आतोयुक् छिन्कृतोः इति. अनन्तरं तृतीयं कार्यं यथा भगिनी उक्तवती होहन्ते निम्नेषु इति. अनन्तरम् इति हन्धातोः कुत्वं भवति. चतुर्थः विषयः अस्ति मितां धातूनां विकल्पेन उपदा दीर्घः भवति छिन्नमूलो दीर्घो अन्यतरस्याम् इति सूत्रेण. अस्तु, यत्र यत्र चिन्नद्भावः नास्ति तत्र चिन्तनं कथं भवति यदि अजन्तधातुः अस्ति चेत्? तत्र अन्यत् अस्ति धातु यदि यदि दृष्टव्यं धातु अन्यत् अस्ति वा सेत् अस्ति. यदि धातु अन्यत् अस्ति तत्र सिद्धप्रत्या यदि आगच्छति इति अस्ति सातां सत् इति यदि यदि आददातुकप्रत्ययः अस्ति यदि कित्वत् न भवति केशे के धातवः सन्ति तेषां प्रति विशिष्टसूत्राणि सन्ति. विशिष्टसूत्राणि यदि आगत्य कित्वत् भवति तत्र गुणकार्यं बाधितं भवति यथा ऋकारान्त यथा ऋकारान्तधातुः अस्ति उश्च सूत्रेण वा यदि उकारान्तधातवः सति तद् गुङ्गा कुटाभ्य इति सूत्रेण गाङ् कुटाभ्यो अपि यदि वयं दा धातु इति दृष्टवन्तः तत्र इति एकं सूत्रमागत्य कित्वत् भवति निमिषम् आतो आतो स्थाघोरिच इति सूत्रेण कित्वत् भवति इकार आगच्छति अपि कित्वत् भवति इति स्मृतव्यं. तत्र विशिष्टसूत्राणि आगत्य कार्यं करोति यदि चिन्वत् अपक्षे अस्ति. धन्यवादः भगिनि. अद्य तु अस्माकं विवक्षा अस्ति ऋकारान्त ऋकारान्तदातवः इति. किं वयं कृतवन्तः ऋकारान्तदातवः गतसप्ताहे किन्तु महोदय पुनः कारितवान् इति पुनः पृष्टवन्तः. आमाम्, अस्तु भगिनि, तर्हि शीघ्रं कर्तुं प्रयतामः. अस्तु, साधु साधु. तर्हि अत्र तर्हि प्रथमं किं कुर्मः भगिनी अस्ति खलु, तर्हि ऋकारान्तदातूनां दृष्ट्वा अनन्तरं वयं ऋकारान्तदातूनां पश्यामः. नूतनविषयम् आदौ दृष्ट्वा, तर्हि तृ इति धातुः अस्ति चेत् अस्ति इति महोदयेन एव उक्तं. तृधातोः कृते ऋकारान्तदातुः अस्ति, तस्य कृते विशिष्टसूत्रं किमपि नास्ति इति कृत्वा अरुणा भगिनी रूपाणि वदति किम्? अत्र प्रथमं वयम् अत्रापि पुनः सचित्स्यूतासिषु भावकर्मणोरुपदे उपदेशे अजनग्रह दृशां वा चिन्वदृच्छ इति सूत्रेण चिन्वत्पक्षः अपक्षः इति पक्षद्वयं भवति. तर्हि भगिनी प्रथमम् अपक्षे किं कार्यम् इति वदति किम्? ऋकारान्तदातु तृ इति तरति इति भवति खलु, तृ तरति तृधातु सेट् दातु सेट् अस्ति. अनिट् पक्षे तृयोगः प्रथमविभक्ते तारै प्रथमं तु अत्र निच् अस्ति तथा तस्मिन् पक्षे वक्तुम् इच्छति अकारि इति खलु, सम्यक् अतारिरूपम् आगच्छति. सोपानं वदतु भगिनि. प्रथमं लङ् लुङ् लङ् ऋं षड्वात्तौ इति सूत्रेण अडागम् आगच्छति आयोगः तृ. तदनन्तरं निच् किन् अस्ति इकारः अस्ति इति कृत्वा किं भगिनि किन् अस्ति प्रथमपुरुषे एकवचने चिन्वद्भावः भवति इति कृत्वा चिन्भावकर्मणोः अनेन सूत्रेण चिन्भावः भवति इति कृत्वा अत्र तु तृयोगः इ इति अस्ति वृद्धि भवति अचोणि अतार योगः ईत् अतारि रूपं निष्पन्नं भवति. चिन्नद्भावे किं किं रूपाणि इति वदतु, चिन्नद्भावे सर्वाणि रूपाणि प्रयत्नं करोमि भगिनि. तदेवमस्ति खलु प्रथमम् उक्तवती चिन्नद्भावः यत्र अस्ति तत्र तु कार्यं अत्र महोदयेनैव निष्पन्नाः आत्मनेपदी संज्ञकप्रत्ययाः इति दत्तम् अभावे इडागमः भवति इति कृत्वा यानि वयं रूपाणि साधितवन्तः इत्यस्य कृते तदेव अतारिशातम् अत्र सूत्रेण विभाषेथा इति सूत्रेण मूर्धन्यकार आगच्छति इषा रूपं द्वयं भवति भगिनि अतारिद्वं भगिनि द्वयरूपम् आगच्छति विभाषेत् अतारिद्वम् अतारिद्वं रूपं द्वयम् अतारिद्वं रूपद्वयम् अहं तदनन्तरम् अदारिषि अदारिष्वहि अदारिष्महि. अस्तु भगिनी अत्र किमर्थम् इणः शीध्वं लुङ्लुतां गोङ्गात् इति तद् प्रभातं विभाषेतः कार्यं करोति विभाषेतविकल्पेन यदि एनन्ताङ्ग तस्य परे इदागमस्ति अत्र विभाषेत कार्यं करोति यदि एनस्ति तत्र अनन्तरम् अतारिषि अतारिष्वसि अतारिष्महि भगिनि किमर्थम् इणः सूत्रं न कार्यं करोति भगिनि केवलं इडागमः अस्ति इति भगिनि अधुनैव उक्तवती खलु इदागमपदे अस्ति न तस्य तस्य विभाषेत तस्य कार्यमागच्छति तदेव कार्यं करोति. सरला भगिनी वदति किम् अपक्षे कार्याणि? अस्तु अपक्षे प्रथमपुरुषे एकवचने चिन् अस्ति अथ ऋत् अस्ति तस्य कार्यम् अत्र अस्माकम् अङ्गम् अत्र अस्ति सो अचोञ्जनति अनेन तारि भवति तदनन्तरं द्वितीयपक्षे सिद्धप्रत्यङ्गप्रत्य धातु सेट् अस्ति सो इडागम अस्ति सो सिद्धत्यङ्गप्रत्य इशाताम् अस्ति इदानीम् अत्र चिन्वत् अपक्षे अस्ति सो चिन्वत् नास्ति इदानीं झलादि सिच् नास्ति अतः तस्य कार्यं न भवति सो इडागम अस्ति सो सार्वधातुक धातुकयो अनेन गुण भवति अतर् इति भवति अतरिशाताम् इति भवति कार्यं तदनन्तरं प्रथमपुरुष बहुवचने अपि तथैव भवति अतरिषत् अतरिष्ठा अतरिशाथाम् अत्र अपि विभाषेत कार्यं द्वयं भवति कारणकि अतरि इति इण् अङ्गम् अस्ति अतर् भवति सो रेफ इण् अङ्गे अङ्गस्य भाग अस्ति इन् प्रत्याहारे इध्वम् इति इडागमपरे अस्ति तो अत्रापि विभाषेत् कार्यं करोति सो अतरिध्वम् अतरिध्वम् इति रूपं द्वयं भवति तदनन्तरम् अतरिषि अतरिष्वहि अतरिष्महि द्वयोः मध्ये अपक्षे सार्वधातुक अधिकयो तस्य कार्यं भवति चिन्वत् पक्षे अचोञ्जनति तस्य कार्यं अतारि तत्र अस्ति भेदः एव अस्ति केवलं धन्यवादः भगिनि तर्हि अभवत् इति मन्ये मम क्लेशः कृदातुः कुर्मः पुनः आमां भगिनि मां स्मारयतु कालम् अभवत् तर्हि कृदातोः कृते समानकार्यमस्ति केवलम् अत्र पठति किम् अत्र उच्चयति सूत्रम् उश्च इति सूत्रं रुवर्णात् धातुतः जलादि लिङ् सिच् कित्वत् भवतः आत्मनेपदेषु प्रत्ययेषु जलौ लिङ् सिचौ इत्यस्मिन् तदादिविधिः उधातोः इत्यस्मिन् तदन्तविधिः केवलम् अनुवृत्ति एव पठामि भगिनि अनुवृत्तिसहितसूत्रम् उः धातोः जलौ लिङ् सिचौ कितौ आत्मनेपदेषु सूत्रं वदति धातु रुवर्णान्तधातु अस्ति जलादि वा लिङ् वा सिच् परे किद्वत् भवति आत्मनेपदेषु प्रत्ययेषु ततः क्रुधातु चिन्वत् लुङ्लकारे आयोगः क्रु अक्रु धातु अनिट् अस्ति चिन्वत् पक्षे रूपम् अक्रु प्रथमपुरुषे अक्रु योगः इ अकारि रूपं भवति अकारि योगः क्षम्यताम् अक्रु योगः इशाताम् अपक्षयो केवलं सातामेव नास्ति चिन्ता भगिनि पक्षे वा अपक्षे वा यत् सरलं यत् वक्तुं शक्यते चिन्वत् पक्षे अक्रु योग इशाताम् अकारिषताम् अकारिषत अकारिष्टाः अकारिषाताम् अकारिद्वम् अत्रापि इडागमस्ति तथा अकारिद्वम् अकारिध्वं विभाषेत सूत्रेण अकारिषि अकारिष्वहि अकारिष्महि अत्र अन्तिमवाक्यम् अनन्तरम् एका पङ्क्तिः अस्ति तदपि एषु उदाहरणेषु प्राचीनमतभेदः अस्ति. कात्यायनः इति वाटिककारः उक्तवान् कुत्र पठितवती पक्षी चिन्वद्भावपक्षे चिन्वद्भावते चिन्वद्भावपक्षे चिन्वद्भावः विद्यते नाम सर्वेषु प्रत्ययेषु निद्वत्त्वम् अस्ति. एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा नित्वं विद्यते चेत् कित्वं न सम्भवति. ततः स्यासिच्छियुक्तासिषु भावकर्मणोरुपदेशेच्च जनग्रहदृशां वा चिन्वत् इच्छा विशेषसूत्रं स्थानि स्यासिच्छियुक्तासिषु एव भवति. अतः चिन्वद्भावपक्षे उच्छा इत्यस्य कित्वं प्रपद्य नित्यम् एव प्रपद्यते. तत्र वदति उष्टसूत्रं वा स्यासियु दीर्घसूत्रकार्यं कर्तुं किं भवति इति प्रश्न उदेति. कात्यायन मतम् अस्ति एकस्मिन् समये एकादिदेश एव सम्भवति न तु द्वे सूत्रे. ततः केवलं स्यासियुट् एव प्रथमं शिण्वद्भावे वृद्धि भवति न तु द्वित्वद्भावः. अत्र एवं वक्तुं शक्यते किम् अन्यत्र लब्धावकाशः अस्ति किं नास्ति खलु अतिदेश केवलम् एकपक्षे एव भवति ऋत्वद्भवति वा कित्वद्भवति एक एव स्वीकृतम् एकप्रसङ्गे ऋत्वद्भावः इति आरोपितं भवति खलु. निमित्तम् इति स्वीकृत्य पश्यामः चेत् प्रथमस्य तु उः धातोः एव भवति. अत्र तु सर्वेषाम् अजन्तानां धातूनाम् अनन्तरं प्रथमस्य तु जलौ इति अत्र तु जलादि लिङ्क् सिचौ आत्मनेपदेषु इति भवति. अत्र तु आत्मनेपदेषु इति अस्ति भावकर्मणोर् इत्यनेन आत्मनेपदि भवति किन्तु जलादि इति न उक्तमस्ति. इति कृत्वा तत्र वेन् डायग्राम् पश्यामः चेत् ओवर्लापिङ्ग् भवति खलु. तादृशं चिन्तयितुं शक्नुमः किम् पुनः वदतु. वेन् डायग्राम् पश्यामः चेत् अत्र मम चिन्तनम् एवम् अस्ति किमस्ति परसूत्रम् इति कृत्वा भवति किं नो चेत् प्रभादी इति किमपि नास्ति खलु. परसूत्रम् इति प्रभादी इति महोदयेन उक्तम् अस्ति चिन्तद्भावपक्षे उच्च इत्यस्य कृत्वं प्रभाद्यनित्यं भवति. इति कृत्वा परसूत्रम् इत्यनेन चिन्वत् पक्षे परसूत्रम् इति कृत्वा निद्वद्भावः आरोपितं भवति खलु. निद्वद्भावः आरोपितम् अहं उच्च इति सामान्यसूत्र विशिष्टसूत्रमस्ति तत् प्रभादेति अथ अपि अस्तु अपरक्षे अपरक्षे अन्यत् अस्ति धातुः अन्यत् अस्ति प्रथमं लङ् लुक् लकाश उदात्तस्य अडागम् आगच्छति अक्र अक्रयोग इ प्रथमपुरुषे नित्वत् अस्ति ऋत् अस्ति न तृत्वत् अतः अचोन्यति कार्यं करोति अकारि इति भवति प्रथमपुरुषद्वितीय द्विवचने साताम् अस्ति सो साक् सकार इति झलि अस्ति सो उश्च इति सूत्रस्य कार्यं भवति गुणबाधितं भवति अत्र अक्रयोग साताम् उश्च तदनन्तरम् अक्र इति प्रत्याहारे आगच्छति अतः आदेशप्रत्ययो अनेन सकारस्य मूर्धन्यशकारः भवति अक्रशाताम् तथैव प्रथमपुरुष बहुवचने अक्रयोग सत् अक्रशत् प्रथमपुरुष मध्यमपुरुष द्विवचने अक्रयोग स्था अस्ति अत्र ह्रस्वात् अङ्गात् सस्य लोप कार्यं करोति कारणकि अक्र इति ऋकार ह्रस्व अङ्ग अस्ति सकारस्य झलि अस्ति सकारस्य परे था झलि अस्ति अथ सकारस्य लोप भवति सो अकृता इति भवति उश्च अनेन अपि कार्यं करोति कारणकि उश्च तद् गुणबाधितम् अस्ति मध्यमपुरुषद्विवचने अक्रयोगशाखां यथा पूर्वं दत्तवते उश्च आदेशप्रत्ययो अनेन अक्रशाखाम् अक्रयोध्वम् अत्र केवलम् एकरूपम् आगच्छति एषि ध्वं लुङ्लितां दो अनेन धकारस्य मूर्ध्यान्य धकारः आगच्छति अङ्गं प्रथमं धीचयने सिच् प्रत्ययस्य सकारस्य लोपः आगच्छति सो इदानीम् अङ्गं यत् अस्ति तत्र अक्रि एव अङ्गमस्ति तेन प्रत्याहारे अस्ति अक्र अङ्ग तस्य कृते धकारस्य इदानीं धकारः भवति मूर्धन्य धकारः आगच्छति धकारस्य पूर्वम् इदागमं नास्ति अत्र विभाषित कार्यं न भवति अक्रयोगसि तत्र अपि समानकार्यम् उश्च अपि आदिशप्रत्ययो अकृषि तथैव अकृष्वहि अकृष्महि इति आगच्छति. धन्यवादः भगिनि. अधुना एव दृष्टवती महोदय इतोपि पाठितवान् इति पत् पच् इत्यपि कारितवान् इति अग्रेपि कारितवान् इति पश्यामि. तर्हि तदपि पश्यामः. सरलमिति मन्ये पञ्चपञ्चनिमिषं स्वीकृत्य कर्तुं शक्नुमः इति मन्ये. अत्र हन्धातुः प्रायः भवति किन्तु पट् कुर्मः. पट् चिन्वद्भावः हलन्तः अधुपद अस्ति हलन्तदातवः सन्ति इति कृत्वा अस्माकं तु एतेषां चिन्वत्पक्षः नास्ति इति कृत्वा भगिनी वदति अरुणा भगिनी वदति किं पट्टधातोः सेट् अस्ति इति महोदय न दत्तं. पट् धातु सेट् अस्ति ऐ अपट् अपट् योगः प्रथमपुरुषे निच् आगच्छति अपाठि भवति अपट् योगः छिन्वद्भावः अस्ति कृत्वा छिन्वद्भावः अस्ति तदेव छिन्वत् नास्ति छिन् अस्ति महोदय अपाठि अपाठ अपटिशताम् अपटिशाताम् अपटिशत अपटिष्ठाः अपटिष्ठाम् अपटिशाताम् अपटिस् अपटिध्वम् अत्र अत्र सेत् अस्ति इति कृत्वा इड्वम् इति महोदयेन दत्तमस्ति. द्वम् अपि रूपं भवति भगिनि, इडागमः रूपम् अस्ति खलु, एकमेव रूपं भवति खलु, इडागमः अस्ति भगिनि, रूपद्वयं न. अत्र प्रश्नः अस्ति, इणः अङ्गं नास्ति खलु, तर्हि कथं वा गच्छति? इकार अङ्गस्य अस्ति. अहं महोदय उक्तवान् इकार अङ्गस्य भागं भवति, अपठि इति भवति, तदनन्तरं ड्रम् अतः अपठि ड्रम् इति भवति, कारण किञ्चिच्च धिच अनने सकारस्य लोपः भवति. सो यत् सकार शिच्छस्य ईकार अपठि इति आगच्छति इति. कदा अङ्गस्य भाव इकार ऐ मीन् यत् इकार अङ्गस्य भागः भवति, कदा प्रत्ययस्य भागः भवति इति अहं न वक् मम किञ्चित् भ्रमः अस्ति. प्रत्ययस्य आगमः अस्ति चेत् अस्तु, प्रत्ययस्य एवं चिन्तयामः, प्रत्ययस्य आगमः यत्र चिन्वद्भावः अस्ति तत्र प्रत्ययस्य आगमः इति चिन्तयामः. अत्र तु अङ्गस्य आगमः इति उक्तवान् किम्, किन्तु अत्र सेत् सिच् प्रत्ययाः निष्पन्नाः सिच् प्रत्ययाः इति कृत्वा महोदयेन इड्वम् इति दत्तमस्ति. तर्हि किन्तु यदि वयं रूपाणि चिन्तवन्तः, तत्र महोदय उक्तवान् अपट् योग सिच् भवति, धिच् अनने सकारस्य लोपः भवति. इदानीं यत् चकारस्य हलस्य अनेन भवति, ईकार अपठि इति भवति, अङ्गस्य भागम् अस्ति, अत्र इन् प्रत्याहारे भवति, अतः तदनन्तरं ध्वम् अस्ति, एकमेव रूपं भवति. इन् अहं न वक्तुं शक्नोमि तत् सूत्रम् अङ्गस्य किम् अस्ति तत् सूत्रम्. विभाषेत कार्यं न करोति तत् इनङ्गस्य मूर्धन्य धकारस्य मूर्धन्य भवति धकार. शीध्वं लुङ् लितां धो अङ्गात् इति सूत्रस्य कार्यं भवति. तर्हि अपटिध्वम् अपटिषि अपटिष्वति अपटिष्यति खलु. अस्तु भगिनि, अस्तु. पच् धातोः वदति किं भगिनि? अस्तु, पच् अन्यत् अस्ति, अत्र अपच् अपच् भवति लुङ् लुरिङ् लुङ् लकाशु दातनेन अपच् योग इ प्रथमम् अचोनेन कार्यं अतोपधाया कार्यं करोति, अपाचि इति भवति प्रथमपुषे एकवचने. अपच् योग सातां अत्र सन्धिकार्यं भवति, चोः कु अनेन चकारस्य ककार भवति, अपक् योग सातां, तदनन्तरम् आदेशप्रत्ययो अनेन अप् पक्षाताम् इति आगच्छति. चहुकु प्रथमं साधु चकारस्य ककार, तदनन्तरं मूर्धन्यशकार, अपक्षाताम् इति अपक्षाताम् इति भवति. तदनन्तरं तथैव चहुकु अपि आदेशप्रत्ययनो प्रथमपुरुषे बहुवचने अपक्षत् इति भवति, अपक्षत. अपच् योगस्ता तत्र चोः कुः कार्यं करोति, अपक् योगस्ता. इदानीं झलो झलि इति सूत्रस्य कार्यं भवति, सकारस्य लोपः भवति, सो अपक् था इति भवति. झलो झलि झलो झलि अस्ति, यदि झल् परे सकार तस्य परे यदि झलि झल् आदौ अस्ति तत् सकारस्य लोपः भवति. तर्हि सकारलोपः यत्र भवति त्रीणि सूत्राणि सन्ति. दीच इति प्रथमं सूत्रं सत्य लोपः भवति. दीच सत्य धी परे सत्यस्य लोपः अत्र तु जलो जलो जलि इत्यनेन पुनः सस्य लोपः भवति. जलः अङ्गस्य सस्य जलिपरे लोपः भवति. हस्वात् अङ्गात् इति तृतीयं हस्वात् अङ्गात् अत्र ककारः हस्वात् अङ्गात् नास्ति. अत्र झलि अस्ति ककार सो झलो अत्र पञ्चम्या विभक्तं अस्ति झल् तस्य परे सकार अस्ति. इतोपि एकं सूत्रमस्ति किन्तु वयं न पठितवन्तः किन्तु अधुना पश्यामश्चेत् त्रीणि सूत्राणि भीच किं भगिनि प्रथमसूत्रं पुनः बीच इति दकारे परे सकारस्य लोपः ध्वम् इति अस्ति खलु तत्रापि सकारस्य लोपः जातः. भगिनि राक्षस्य संयोगाद्यस्य लोपः अत्र तत्तु राक्षस्य सकारस्य लोपः नास्ति भगिनि. संयोगाद्यस्य लोपः तत्र अस्ति न संयोगे संयोगस्य अन्तस्य लोपः राक्षस्य तत्र सकारलोपः न भवति. सकारस्य एव लोपः भवति सत्यं तत्र तु सकारस्य एव लोपः भवति. रेफपूर्वमस्ति आम् आम् राक्षस्य इत्यपि आम् तस्य लोपः भवति. ततः एव आरभ्यते आम् आम् आरभ्यते सम्यक् राक्षस्य दीच अनन्तरं झलो झलि तस्य राक्षस्य इति स्मर्तव्यं संयोगान्तस्य राक्षस्य अनन्तरं भीत अनन्तरं जलो जलि अनन्तरं अनन्तरं हस्वातङ्गात्य यत् वयं पूर्वं महोदय दत्तवान् कथं हस्वातङ्गात् तदनन्तरं पच्योगसाथां पुनः तथैव प्रक्रिया चोः कु अपि आदेशप्रत्ययो अपक्षाथाम् अपक्षयोगध्वम् अत्र चोः कु कार्यं करोति अपक्योगध्वम् अत्र अत्र प्रत्याहारः अस्ति किन्तु परे किमस्ति इदागमना अस्ति अत्र ध्वम् इति झल झषि इति अनेन ककारस्य गकारः भवति अपग्ध्वम् इति भवति. एन् तत्र कार्यं करोति शीध्वं कारणकि सकारस्य तत्र लोपः भवति पूर्वं शिक्षणेन तत्र तदनन्तरम् अपक्षयोग सी अस्ति पुनः कार्यं समान चुरुकु आदेशप्रत्ययो अपक्षी अपक्ष्वहि अपक्ष्महि. धन्यवादः भगिनि. अनन्तरम् अस्ति महोदयस्य उत्तरपत्रे भगिनि हन्धातुः गृह्धातुः अनयोः धातोः विकल्पेन चिन्वद् भाव भवति इति समापितवान् किं हन्धातोः विषये बहु किमपि हन्धातो भगिनि नो केवलं वयं रूपाणि उक्तवन्तः तदनन्तरं बहु समय अभवत् किमस्ति स्थानिवत् अन्नलदो स्थानिवत् अन्नलदो इति चिन्तित्वा रूपाणि साधितवन्तः. कथं साधयितुं शक्नुमः यदि अत्र विषयः समाप्तः किं करपत्रे यत् लिखितमस्ति करपत्रे हो अन्तेषु इति उक्त्वा चिन्वत् पक्षे किम् अस्ति तत्र कृतवान् तदनन्तरम् अनुदातो इति पठित्वा अपि हन्नस्य च इति पठित्वा अपक्षे किम् अस्ति सन्ध्यापति उक्तवती तदनन्तरं चिन्तनं स्थानिवदनविधौ कथं भवति ज्ञातुम् इच्छति इष्टवान् कि भवान् पूर्वं यदि प्रीणार्थे वयं कृतवन्तः तत्र वयं दृष्टवन्तः वयं स्मरामः वा न केवलं विद्याभगिनी उक्तवती तदनन्तरं तदनन्तरं सरला भगिनी वदति परीक्षां कृतवान् अवगच्छन्ति न न भगिनी तदनन्तरं महोदय पुनः अनन्तकृष्णमहोदय इति अस्माकं समाधानं समीचीनम् अभवत्. अस्तु पठामः. अत्र किम् अस्ति, प्रथमं कस्मिन् पक्षे वयं कुर्मः, वयं किं वदामः अग्रे प्रथमं सूत्राणि पठामः. किमपि नूतनकार्यं नास्ति खलु, तद् पठामः. किन्तु तद् किं भगिनि, प्रथमसूत्रस्य प्रथमपङ्क्ति अपि अनुमति पठित्वाषु इन् धातोः हकारस्य स्थाने कवर्गादेशः भवति, निति णिति प्रत्ययपरे नकारे परे च. अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हहः कु चिह्नेषु. अत्र हन्दातु हकारस्थाने कवर्ग ततः कवर्ग घकार आगच्छति. अघन् भगिनि अघन् इति रूप अघ नकारलोप भवति. केवलम् अघन् अस्ति, तदनन्तरं अघन् योगः अनुदात्त अन्यसूत्रमपि पठामि भगिनि. इति कार्यं न करोति, बद्ध आदेशः न भवति किम्? चिन्वत् पक्ष अस्ति, तत्र ऋत्वत् भवति, साधु तत्र यदागम आगच्छति. अत्र अनुदातु तस्य कार्यं न भवति. अनुदातु यदि किटिङ् इति अस्ति साधु, कित्वत् नास्ति, इदानीं नृत्व अस्ति. चिन्वत् पक्षे अत्र बद्ध आदेशः न भवति किम्? न, केवलं यद् परस्मैपदे अस्ति तत्र अस्ति वद् इति दत्तमस्ति. यदि वयं पठामः यदि अत्र भगिनी हनसि तत्र दत्तमस्ति, महोदय लिखितवान् हन धातु परसिच् कित् भवति, हन् धातु परस्मैपदी, परस्मैपदप्रसङ्गे च हन् धातोः नित्यं वद् आदेशो भवति सिच् परे. परस्मैपदी प्रसङ्गे केवलं वद् भवति आदेश, आत्मनेपदी किन्तु लुङ्गि लुङ्गि आत्मनेपदी भगिनी बहु समीचीनं दत्तमस्ति. तदर्थं तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. फलित अर्थ एवं यत् आत्मनेपदप्रसङ्गे एव सूत्रं प्रसक्तम् अनसि. आत्मनेपदे इति कुत्र? कर्मणि आम् उपसर्गपूर्वकर्तरि च कर्मणि चिन्वत् भावपक्षेण किवत् अस्ति इति कारणतः कित्वत् आदेशः न सम्भवति. अत्र सूत्रस्य फलितार्थ एव हन् धातोः आत्मनेपदे अनित्य नित्यं कृत्वा भवति. अन्यत् यतोहि चिन्वत् भाव चिन्वत् भावपक्षे यत् निदागमो भवति तत्र ऋत्वत्वात् कृत्वात् असम्भव संयोगः इत्यस्मात् कृतस्य अनुवति इच्छा वा अनेपदेशे इत्यस्मात् आत्मनेपदेशे उत्तरसूत्राणाम् अन्वेक्तिशतेषु फलितार्थी अन्नस्य केवलं भवकर्मणो आत्मनेपदेषु किद्वत् इति भवति अस्ति परस्मैपदी वद् आदेश भवति आत्मनेपदे यदि हन् स्कूल आङ् उपसर्ग अस्ति तत्र अपि कार्यं करोति किन्तु कर्त कर्त कर्तरी अर्थे अस्ति न तु भावकर्मणो अस्ति अस्तु भगिनि कुर्मः अपि अनुदातु उपदेशे वनति तनोति इत्यादीनाम् अनुनासिकलोपो झलिक् इति यदि यदि वन् धातु अनुनासिकान्त अनुदातु उपदेशधातु अनुनासिकान्त तनादिधातु अनुनासिकस्य लोपो भवति झलादि कित्कित् पर्ये तेषाम् अनुवृत्तिसहितसूत्रमस्ति अनुनासिकम् यत्र चिन्वत् पक्षे वदामः तत्र न आवश्यकं खलु तत्र न आवश्यकम् अन्यत् पक्षे अन्यत् पक्षे अस्तु अरुणा भगिनी वदति किं छिन्नद्भावपक्षे रूपाणि छिन्नद्भावस्य अनागम आगच्छति लुङ् लङ् लुङ् षुड्वा दत् सूत्रेण आहन् अस्ति आहन् इ अहो हन्तो निषु इति सूत्रेण अकारस्य स्थाने कवर्ग ततः घन् अघन् योगः निच् अगनि अघानि अगानि इति रूपम् आगच्छति अगन् योगः इषताम् इषाताम् अत्रापि हास्थाने गा इत्युक्ते अगानिषिषाताम् अगानिषत अतोपदायां कार्यं करोति तथापि उद्योगमपि कार्यं करोति वा तदेव उक्तवती खलु अगानि अगानि शातां सूत्रं न उक्तवती न प्रथमवृद्धि भवति भगिनि अघानि वदतु भगिनि अस्तु साधु साधु भगिनि अघानिष्ठाः अघानिषाथाम् अघानिध्वम् अत्र रूपद्वयम् आगच्छति भगिनि न एकरूपमेव अहं मन्ये अभिभाषेतः इडः अङ्गं नास्ति खलु एकमेवम् अगानिध्वम् इति खलु एकरूपमेव अगान् अगानिषि अगानिष्वहि अगानिष्महि इति चिन्वत्पक्षे आगच्छति अस्तु भगिनि अन्यत् किमपि अन्यत् अस्ति अधः दत्तमस्ति प्रायः महोदय तदस्मिन् विषये चर्चां न कृतवान् इति मन्ये हनो लुङि च इति अस्ति हनः वदः लुङि इति लुङादे लुङि परे वदादेश भवति तदनन्तरम् अस्ति आत्मनेपदेषु अन्यतरस्याम् इत्यनेन हन् धातोः वद आदेशः भवति आत्मनेपदेषु अन्यतरस्याम् इति अस्ति इति कृत्वा आत्मनेपदि प्रत्यये परे तत्र तद् आदेशः विकल्पेन भवति इति मन्ये अहं अधोभागे दृष्टवती किति हन् धातो वद आदेश इति अस्ति हन् वध लिङि इति हनो भगिनी अधो यदि अनन्तरं लुङि च इत्यनेन हन् धातोः वदादेशो भवति आर्धदातके लुङि इति अस्तु अनन्तरम् अस्ति आत्मने लुङि तु आर्धदातके लुङि नित्यं भवति हन् धातोः वदादेश किन्तु किन्तु यत्र आत्मनेपदेषु अन्यतरसामपि अस्ति तृतीय सूत्रम् त्रीणि सूत्राणि वयं न कृतवन्तः अग्रिमे सप्ताहे भवति अहं चिन्तयामि तत् अग्रिमे सप्ताहे भवति तदा अग्रिमं कुर्मः अनन्तरं कुर्मः तर्हि करपत्रे दत्तमस्ति हन् इति एव स्वीकृत्य अग्रे पश्यामः अपक्षे कार्यं किम् इति पश्यामः खलु सरलभगिनी वदति अस्तु अपक्षे अहन् इति भवति अङ्ग तदनन्तरम् अनुदातोपदेशे वनति तनोति इत्यादिना झल्लि परे किटिङ्ग् इति भवति सो हन् योग प्रथमपुरुषे हन् योग इकार अस्ति इदानीम् अत्र अपि किं सूत्रमस्ति हन् तसघ भवति साधु तत्रापि हन् अहं विश्रामे तत् सूत्रम् हकारस्य घकार भवेत् सो तत्र अपक्षे किन्तु प्रथमपुरुष एकवचने किन्तु अन्यत् पक्षे वदतु प्रथमपि एकवचने तु नित् अस्ति इति वयं न जानीमः अनन्तरम् अनन्तरं अहन् योग सातां साधु अहन् योग सो प्रथमपुरुषे एकवचने अघानि आगच्छति साधु अस्तु सो द्वितीयवच अहन् योग साताम् अत्र अनुदातो उपदेशे वनोति तनोति अनेन नकारस्य लोपः भवति अह योग सातां कित्वत् अस्ति तत्र कोऽपि गुणकार्यं कार्यं न भवति सो केवलं वर्णमेलनं भवति अह साताम् इति भवति तदनन्तरं किम् अह साताम् इति रूपं महोदय अङ्गीकृतवान् किं तदा अस्ति किम् आम् आं चिन्तयामि तत् एव तदेव मम संशयः अस्ति बाधादेशः भवति वा इति किच् भवति इति कृत्वा प्रायः स्यात् अह साताम् इति अपि वयं चिन्तवन्तः अह योग साताम् अत्र अकार अस्ति प्रत्याहारे नास्ति अत्र सकारस्य शाका मूर्धनिशका आदेशप्रत्ययस्य प्रसक्तिः न भवति अह साताम् इति एव तिष्ठति तथैव अह सत् प्रथमपुरुष बहुवचने अहन् योगस्था प्रथमं नकारस्य लोपः भवति हन् सूत्रमस्ति हनति अनुदातो उपदेशे अनेन अह योगस्था अत्र ह्रस्वात् अङ्गात् कार्यं करोति कारणं कि अकार ह्रस्व अङ्गः अस्ति सकारस्य परे झल् अस्ति सो ह्रस्वात् अङ्गात् तस्य कारं भवति अहता इति भवति अत्र साधु अहत् योग साथां पुनः तनति विनोति अनुदातो वनति सो अह योग साथाम् एव तिष्ठति अहन् योगध्वं पुनः अह योगध्वम् आगच्छति अत्र केवलं वर्णमेलनम् अस्ति द्वयो प्रसक्तिः नास्ति इण अङ्गं नास्ति कारणं कि अकार इण नास्ति अपि इडागमपरि नास्ति अत्र कोऽपि द्वयोः विभाषेत् अपि न कार्यं करोति एनन्त तत् अपि न कार्यं करोति तदनन्तरम् अहन् योगसि केवलं नकारस्य लोपः भवति अहसि तथैव अह स्वहि अवस्महि इति भवति सद् आं भगिनि आं भगिनि अग्रे पश्यामः तर्हि अनन्तरं चिन्वद् अपक्षे तदनन्तरं वयं चिन्वत् पक्षे मध्यमपुरुषस्य वचने का तत् वयं पठितवन्तः प्रथमपरिच्छेदः किमर्थं कानिव दादयिष्यति चिन्तनं कुत्र आगतं कारणं कि तत्र त्रयः कालमासीत् अहन्योगस्था पठामः प्रथमपरिच्छेदं तदनन्तरम् अस्ति अहन्योगस्था हन्सिच् तत् पूर्वकाल प्रथमकालं तदनन्तरम् अनुदातो उपदेशे वनति तनोति इत्यादि मा अनुनासिको लोपो झलि कितिङिति अहयोगस्था नकारस्य लोपः भवति इति द्वितीयकालं ह्रस्वात् अङ्गात् अहथा इति भवति इति अस्ति सकारस्य लोपः तृतीयकालम् अत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन नकारस्य स्थाने यः लोपः आदिष्टः सः स्थानिवत् नकार इव न भवति नकारस्य लक्षणं न भवति यतोहि ह्रस्वात् अङ्गात् इत्यनेन सकारलोप इति विधि अल् निमित्तिकः अङ्गस्य अन्ते विद्यमानः स्वर एव निमित्तं भवति न तु सम्पूर्ण अङ्गम् अतः ह्रस्वात् अङ्गात् इति सूत्रस्य कार्यं वर्णननिमित्तकम् अस्मिन् सूत्रे अङ्गशब्दः वर्तते इति विषये भ्रमः न स्यात् अङ्गे उपस्थितवर्णः एव निमित्तं भवति किमर्थमिति महोदय उक्तवान् कारणं कि स्थानिवत् आदेशो अनल्विदो यदि अहन् योगस्था अस्ति अत्र चिन्तनमस्ति प्रथमकालं तत्र नकारः स्थितः अस्ति तो हन्स् अनेन कित्वत् अस्ति कित्वत् भूत्वा अनुदातो उपदेशे वनति तनोति इत्यादि अनेन नकारस्य लोपः अस्ति इति द्वितीयकालम् अस्ति तदनन्तरम् अहयोगस्था यदि ह्रस्वात् अङ्गात् इति सूत्रस्य कार्यं भवति यतोहि नकारस्य सकारस्य लोपः भवति कारण कि ह्रस्वत् अङ्गः अस्ति अकार अपि यत् नकार यदि स्थानिवत् नकार यत् लोपः अभवत् तत् यदि स्थानिवत् आगत्य तत्र नत्वत् भवेत् इति आदिष्ट भवेत् तत्र कार्यं बाधितं भवति ह्रस्वात् अङ्गात् सो तद् भवति अनल्विधि यदि अनल्विधि अस्ति कार्यबाधितं भवति तो इति अशास्त्रीयकार्यं भवति इति न कर इति न करणीयम् इति महोदय अङ्गीकरणं भगिनि एकं वर्णनिमित्तिकं स्थानिवद् आदेशः स्थानिवद् भवति किन्तु अल्निमित्तिकं कार्यम् अस्ति चेत् तथा न भवति इति अस्ति अत्र वर्णनिमित्तिकम् अल्निमित्तिकं कार्यमस्ति ह्रस्वदङ्गात् इति कृत्वा स्थानिवद् न भवति हन्वद् न भवति महोदय उक्तवान् सः पुनः अप्डेट् कर्तुम् इच्छति कारणं कि अशास्त्रीयकार्यम् इति न लिखितवान् अस्मिन् परिच्छेदे सो सत् अप्डेट् कृत्वा इति लिखिष्यति शास्त्रीयकार्यं भवेत् इति अतः स्थानिवत् आदेशो अनल्विधौ इति न करणीयम् इति अशास्त्रीयकार्यं भवति यतोहि वर्णनिमित्तकं कार्यम् अस्ति ह्रस्वात् अङ्गात् इति सूत्रस्य अकारस्य यदि कार्यं भवति तत्र सकारस्य लोपः भवति अकार ह्रस्वात् अङ्गात् अस्ति यदि नकारः आगच्छति तत् अनल्विधौ अस्ति कारणं कि तस्य नकार भूत्वा तस्य कार्यं बाधितं भवति इति अशास्त्रीयकार्यं तु अनल्विधौ यदि कार्यं स्थानिवत् आदेशो भवति यदि अनल्विधि अस्ति तथैव स्थानिवत् यदि आगच्छति आदिष्ट कार्यं भवति किन्तु अत्र तु अशास्त्रीय भवति अत्र इति न करणीयम् अत्र तावत्पर्यं किमपि दशवादनं कृतवन्तः खलु वर्गे अपि आमामां भगिनि तर्हि विरमामः धन्यवादः भगिनि भगिनी अग्रिमे सप्ताहे भवेत् वा अग्रिमे सप्ताहे 31st अस्ति न 31st अस्ति खलु आमां किं कुर्मः महोदय चालयिष्यति किम् भवती जानाति विरामं स्वीकुर्मः वरं विरामं स्वीकुर्मः अस्तु भगिनि, विरामं स्वीकुर्मः तर्हि. धन्यवादः साधु, चिन्ता मास्तु, विरामः साधु. तदेव धन्यवादः, धन्यवादः, शुभरात्रि, नूतनसंवत्सर शुभाशयः. धन्यवादः.